पद्मपुराणं खण्डं 3 स्वर्गखण्डः अध्यायम् 11 वसिष्ठ उवाच अनेन तव धर्मज्ञप्रश्रयेण दमेन च सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः यस्ये दृशस्ते धर्मोऽयं पितरस्तारितास्त्वया तेन पश्यसि मां पुत्र याज्यश्चासि ममानख प्रीतिर्मे वर्धते तेऽद्य ब्रूहि किं करवाणि ते यद्वक्ष्यसि नरश्रेष्ठ तस्य दादास्मि तेन ख दिलीप उवाच वेदवेदाङ्गतत्त्वज्ञ सर्वलोकाभिपूजित कृतमित्येव मन्ये हि यदहं दृष्टवान् प्रभुं यदि त्वहमनुग्राह्यस्तव धर्मभृदां वर प्रक्ष्यामि हृत्स्थं सन्देहं तन्मे त्वं वक्तुमर्हसि अस्ति मे भगवन् कश्चित् तीर्थे यो धर्मसंशयः तदहं श्रोतुमिच्छामि पृथक् सङ्कीर्तनं त्वया प्रदक्षिणां यः पृथिवीं करोति द्विजसत्तम किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन वसिष्ठ उवाच कथयिष्यामि तदहमृषीणां मत्परायणं तदेकाग्रमनास्ताद शृणुतीर्थेषु यत्फलं यस्य हस्तौ च पादौ च मनश्चैव सुसंयतं विद्या तपश्च कीर्तिश्च सतीर्थफलमश्नुते प्रतिग्राहादुपावृत्तः सन्तुष्टो नियतशुचिः अहङ्कारनिवृत्तश्च सतीर्थफलमश्नुते अकल्किको निराहारो लब्धाहारो जितेन्द्रियः विमुक्तः सर्वदोषैर्यः सतीर्थफलमश्नुते अक्रोधनश्च राजेन्द्रसत्यशीलो दृढव्रतः आत्मोपमश्च भूतेषु सतीर्थफलमश्नुते ऋषिभिक्रदवः प्रोक्ता देवेष्वपि यथा क्रमं फलं चैव यथा तत्त्वं प्रेत्यचेह च सर्वशः न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपदे बहूपकरणायज्ञा नानासंभारविस्तराः प्राप्यन्ते पार्थिवैरेदे समृद्धैर्वा नरैः क्वचित् न निर्धनैर्नरगणैरेकात्मभिरसाधनैः यो दरिद्रैरपि विधिः शक्यप्राप्तुं जनेश्वर तुल्यो यज्ञफलैः पुण्यैस्तं निबोध महीपदे ऋषीणां परमं गुह्यमिदं धर्मभृदां वर तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते अनुपोष्य त्रिरात्राणि तीर्थाभिगमनेन च अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते अग्निष्ठोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः न तद्फलमवाप्नोति तीर्थाभिगमनेन यद् नृलोके देवलोकस्य तीर्थं त्रैलोक्यविश्रुतं पुष्करं तीर्थमासाद्य देवदेवसमो भवेद् दशकोटिसहस्राणि तीर्थानां वै महीपदे सान्निध्यं पुष्करे येषां त्रिसन्ध्यं सूर्यवंशज आदित्या वसवो रुद्रा साध्याश्च समरुद्गणाः गन्धर्वाप्सरसश्चैव तत्र सन्निहिता प्रभो यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा दिव्ययोगा महाराज पुण्येन महदा द्विजाः मनःसाप्यभिकामस्य पुष्कराणि मनीषिणः पूयन्ते सर्वपापानि नागपृष्ठे च पूज्यते अस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः उवास परमप्रीदो देवदानवसम्मदः पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः सिद्धिं परमिकां प्राप्ताः पुण्येन महतान्विताः तत्राभिषेकं ह्यः कुर्यात् पितृदेवार्चने रतः अश्वमेधादशगुणं प्रवदन्ति मनीषिणः अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः तेनैदि पूजिल्लोकान् ब्रह्मणः सदने स्थितान् सायं प्रादस्मरेद्यस्तु पुष्कराणि कृताञ्जलि उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु पार्थिव जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा पुष्करे गतमात्रस्य सर्वमेव प्रणश्यति यथा सुराणां सर्वेषामादिस्तु मधुसूदनः तथैव पुष्करो राजन्तीर्थानामादिरुच्यते उष्ट्वा द्वादशवर्षाणि पुष्करे नियतशुचिः क्रदून् सर्वानवाप्नोति ब्रह्मलोकं च गच्छति यस्तु वर्षशतं पूर्णमग्निहोत्रमुपाश्नुदे कार्तिकीं वा वसेदेकां पुष्करे सममेव तद् दुष्करं पुष्करे गन्तुं दुष्करं पुष्करे तपः दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च पुष्कराण्यादितीर्थानि न विद्मस्तत्र कारणम् उष्ट्वा द्वादशवर्षाणि नियतो नियताशनः समुक्तः सर्वपापेभ्यो सर्वक्रतुफलं लभेत इति श्रीपाद्मे महापुराणे स्वर्गखण्डे पुष्करतीर्थमाहात्म्यवर्णनं नाम एकादशोऽध्यायः ॐ